अस्तु, तर्हि अस्माकं विषयः अस्ति अणत्वं, किञ्चिदेव अवशिष्यते, अनन्तरं नूतनभागः णिजन्तरूपाणि तेषां च व्यवहारः. प्रथमतया अणत्वविधायकसूत्राणि अस्माभिः परिशीलितानि, तत्सर्वम् अस्माभिः ज्ञातं च. केवलम् अपि च तत्र अणत्वविषेधकसूत्राणि, अणत्वनिषेधकसूत्राणि इति अपि विभागः आरब्धः. किञ्चिदेव अवशिष्यते तत्र. विद्याभगिनी किञ्चित् तत्र सारांशमयतु कृपया, तत्र पदान्तस्य इति सूत्रं. पदान्तस्य इति णत्वनिषेधकसूत्रमस्ति. सूत्रं वदति यदि पदान्ते नकारः अस्ति चेत् तत्र णत्वं न भवति इति. यदि इति चेत् इति वदामि यत् न भवति खलु मिलित्वा. आं, क्षम्यतां महोदय, न जानामि किमर्थं सर्वदा आगच्छति. हा, अस्तु अस्तु, तर्हि पदान्तस्य नाम चेत् अपि च तर्हि, तत्तु भवति. यदि तर्हि अपि भवति चेत् तर्हि अपि भवति, किन्तु यदि चेत् न भवति, तावदेव. अस्तु, पदान्तस्य इति वृक्षान्, रामान्, हरीन्, त्रीन्, गरीन्, गिरीन् इति तत्र णत्वं न भवति. अनन्तरं हा, भवती एव वदतु तत्र द्वितीयं. द्वितीयमस्ति न बा भू पू कमि गमि प्यायि वेपाम्. अत्र बा भू पू कमि गमि प्यायि वेपा इत्येषां धातूनां तत्र अत्र कृत्स्य कृत्यचः इत्यस्य प्रसङ्गः अस्ति. अत्र उपसर्गः अस्ति, अनन्तरं धातुः, अनन्तरं कृत् प्रत्ययः. धातुः कीदृशधातुः इत्युक्ते अत्र भा भू पू कमि गमि प्यायि इत्येषां धातूनां तत्र नकारस्य णत्वं न भवति. एतत् सूत्रं कृत्यचः इत्यस्य बाधकसूत्रं. बाधकसूत्रं, हा, तत्र प्रसिद्धधातुः भू धातुः अस्ति, तत्र गम् अपि धातुः अस्ति. तत् सर्वेषां मनसि भवेत् अत्र प्रभवनं. कुत्रचित् एतादृशप्रसङ्गः भवति भूधातोः भवति इति, प्रभवनम्. अत्र प्रगमनम् इति प्रसिद्धधातुद्वयमिति भाति. भा अपि अस्ति प्रभानं, तदपि प्रसिद्धधातुः. अस्तु, अनन्तरम् इदानीम् अग्रिमभागः. अग्रिमभागः अस्ति अत्र वार्तिकेन. किम् अस्ति वार्तिकेन ज्ञायते यत्? वार्तिकेन ज्ञायते यत् ञन्तानां बाधीनाम् अपि ग्रहणम् इत्युक्ते नाम निजन्तेभ्यः अपि उपसर्गस्तात् निमित्तात् उत्तरस्य कृत्स्थस्य नकारस्य णत्वं न भवति इत्युक्ते अत्र प्रभापनम् इति निजन्तरूपम् अस्ति. अत्र बादीनां धातूनां निजन्तप्रसङ्गे अपि णत्वं न भवति. हा, समीचीनमस्ति. अस्तु, सुब्रह्मण्यं तत्र अग्रिमम् अन्तिमभागः. आं महोदय, तृतीयसूत्रं किल महोदय. नशेः शान्तस्य, नशेः शकारान्तस्य नकारादेशो न भवति. नश् धातोः प्रसङ्गः न इति अनुवर्तते. अत्र अन्यत् बाधकसूत्रमस्ति अत्र नश् धातोः कृते. यत्र शकारान्तः भवति अत्र नकारादेशः न भवति नश् धातोः कृते. उदाहरणं दत्तमस्ति अत्र प्रयोगः नश् योगः त, अत्र प्रनष्टः इति भवति. यद्यपि अत्र यथा वयं पूर्वं दृष्टवन्तः तातु कृत् प्रत्ययः अस्ति, परन्तु अत्र तादृशचिन्तनं न कर्तव्यं. किमर्थम् इत्युक्ते अत्र यद्यपि कृत् अस्ति अत्र तस्मात् पूर्वम् अकारः नास्ति, परन्तु अत्र नश् धातुः अत्र नोपदेशधातुः अस्ति. यद्यपि नोपदेशधातुः अस्ति तथापि अत्र नशेः शान्तस्य इत्यनेन अत्र प्रनष्टः भवति न तु प्रणष्टः. तथा एव अत्र परियोगः नष् योगः प्र, अत्रापि परिनष्टः न तु परिणष्टः इति अस्ति. अत्र क्षान्तस्य इति किम् इत्युक्ते, अत्र वयं पूर्वं दृष्टवन्तः, अत्र णोपदेशधातुः अस्ति नष्, अतः अत्र प्रणश्यति परिणश्यति इति भवति. अस्मिन् सन्दर्भे तु अत्र षकारः परिवर्तनं भूत्वा षकारः भवति, अतः अत्र शान्तस्य इत्यस्य प्रसङ्गः, अतः नशेः शान्तस्य इत्यनेन अत्र णत्वं न भवति इति अर्थः. अत्र अन्तग्रहणं शान्तभूतपूर्वमात्रस्य अपि यथा स्यात् प्रणङ्क्ष्यति परिणङ्क्ष्यति. अत्र षकारः अन्ते आसीत् तदा अपरसूत्रैः षकारस्य विकारः जातः. यद्यपि अधुना षकारः न दृश्यते, षकारः अन्ते आसीत् न दृश्येत, षकारः अन्ते आसीत् इति कृत्वा णत्वनिषेधो भवति. इदानीमत्र अन्यत् उदाहरणमस्ति अत्र प्रणङ्क्ष्यति इति. प्रायः धातुः अस्ति णक्ष्, णोपदेशधातुः अस्ति, परन्तु अत्र धातोः अन्ते मूले षकारः आसीत्, अनन्तरं परिवर्तनं भूत्वा अत्र षकारः अपगच्छति. तथापि अत्र षकारः पूर्वम् आसीत् अन्ते, अतः प्रणङ्क्ष्यति परिणङ्क्ष्यति एव भवतः, न तु प्रणङ्क्ष्यति. अत्र पुनः नशेः शान्तस्य इत्यस्य एव प्रसङ्गः. हा सत्यं, नाम तत्र अन्तिमवर्णः तत् नाम अन्ते षकारः आसीत्, धातोः अन्ते तत्र मुडनषकारः आसीत्, प्रक्रिया सम्पूर्णरीत्या न प्रदर्शिता अस्ति, किन्तु तावदेव अवगन्तव्यमस्ति यत् षकारः अस्ति चेत् अनन्तरम् अपगच्छति, तत्रापि नशेः शान्तस्य इत्यस्य प्रसक्तिरस्ति. समीचीनमस्ति. पी डि एफ़् मध्ये तत्र परिशिष्टमस्ति, तत्र णत्वम् अपि च णत्वनिषेधः इति सारांशः, तत्र णत्वनिषेधः इति प्रदर्शितः अस्ति. रामान्, परिभवनं, प्रनष्टः, अपि च परिनिन्दनम्. अत्र परिनिन्दनं कथं भाति? अखिलभगिनी वदतु, अत्र कीदृशी परिस्थितिः अस्ति परिनिन्दनम्? हा, परिनिन्दनम् इत्यत्र परि रामान् रामान् इति वदतु क्रमेण, रामान् इति तत्र सूत्रं किम्? रामान् इत्यत्र तत्र पदान्तस्य इति सूत्रेण रामान् भवति. तर्हि अत्र नकारः अन्ते पदान्ते अस्ति इति कृत्वा अत्र णत्वं न भवति, रामान् इति एव तिष्ठति इति प्रथमं. द्वितीयमस्ति परिभवनं, परिभानं, परिगमनम् इति. अत्र तु यथा वयं तत्र द्वितीयसूत्रं दृष्टवन्तः, न भा भू पू कमि गमि प्यायि वेपाम् इति सूत्रेण, तत्र भूधातुः भा भू पू कमि गमि प्यायि वेप इत्येषां धातूनां तत्र णत्वं न भवति यदा कृत्प्रत्ययः अनन्तरम् आगच्छति चेत्. तर्हि अत्र भवनम् इत्यत्र भूधातुः, बाणम् इत्यत्र भा धातुः, गमनम् इत्यत्र गमि धातुः. तर्हि अत्र णत्वस्य प्रसङ्गः, यद्यपि णत्वं णत्वस्य कृते निमित्तानि अत्र सन्ति, तथापि तत्र एतेन सूत्रेण तस्य निषेधं भवति, तर्हि णत्वं न भवति. तृतीयम् अस्ति प्रनष्टः इति नशेः शान्तस्य इति सूत्रेण तत्र नष् धातुः इति अस्ति इति कृत्वा अत्र न षकारान्तधातुः औपदेशिकधातुः अस्ति नष् इति कृत्वा अत्र यद्यपि नत्वस्य नत्वं भवि नत्वस्य सम्भावना अस्ति तथापि नषेः शान्तस्य इति सूत्रेण तत्र नष् नत्वस्य निषेधं भवति. परिनिन्दनम् इति चतुर्थस्य निषेधः नत्वस्य निषेधः भवति. परिनिन्दनं परिनिन्दनम् इत्यत्र परि इति उपसर्गः अस्ति, निन्द् इति धातुः अस्ति. तत्र औपदेशिक अवस्थायां नकारः नास्ति इति कृत्वा वा महोदय? अत्र अत्र वस्तुतः तत्र हा सत्यम् उपसर्गादसमासे पीणोपदेशस्य इति सूत्रमस्ति खलु. तत्र ये धातवः णोपदेशाः सन्ति तेषां णत्वं भवति समासे असमासे अपि उपसर्गे भूतस्य तत्र निमित्तमस्ति चेत्. हा अत्र च केवलम् अष्टधातवः उपदेशे नकारादयः सन्ति, नाम णोपदेशाः न सन्ति. तत्र नर्द् नाद् नाथ् नाध् नन्द् नक् नृ नृत् इति केवलम् अष्ट, नाम संस्कृतभाषायाम् एतादृशाः अष्टधातवः सन्ति. अत्र धातुः कः? अत्र निन्द् इति अस्ति. निन्द् इत्यस्य लौकिकधातुः अस्ति निन्द्, लौकिकधातुः अस्ति निन्द्. तस्य तत्र उपदेशावस्थायां धातुः अस्ति अणिति, इदित् धातुः अस्ति, इदित् अस्ति अणिति, अनन्तरं नकारः आगच्छति अणिति इति. नोपदेशधातुः अस्ति. अत्र वस्तुतः दोषः तेषाम् अत्र दोषः अस्ति. अत्र णोपदेशधातुः अस्ति, णत्वं भवति, अस्तु. अत्र दोषः अस्ति न किमपि सूत्रे. अहं बहु सङ्घर्षः मया कृतः अस्ति अस्य कृते, किमर्थं तथा लिखितमस्ति, अस्य कारणं किं स्यात्. तत्र न केनापि सूत्रेण, नाम तत्र णोपदेशधातुः अस्ति, अपि च निषेधकसूत्रेषु किमपि नास्ति अत्र अत्र निन्ददातुः कुत्रापि नास्ति इति कृत्वा अत्र णत्वं भवति. केन सूत्रेण? अत्र तु उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रेणैव भवति खलु? सत्यम्, उपसर्गात् असमासेपि नोपदेशस्य इति सूत्रेण भवति णत्वम् इति णत्वविषयः समाप्तः. अग्रे गच्छेम. इदानीं सर्वे निपुणाः जाताः. अग्रे गच्छेम महोदय. तत्र तस्मिन्नेव पृष्ठे तत्र अखण्डपदे इति तत्र आरम्भे अखण्डपदे तत्र पर्याणद्दम् इति अखण्डपदम् इति दत्तं, तदपि दोषाय अस्ति इति चिन्तयामि. कुत्र? तस्मिन्नेव पृष्ठे परिशिष्टं तत्र आरम्भे नत्वम् अखण्डपदे अन्तिमपर्याणद्दम् इति तद् अखण्डपदं नास्ति किल? सत्यम्, अखण्डपदे तत्र अखण्डपदं नास्ति. सत्यं, हा, तत्तु सत्यम्. अपि च अन्यत् पदं भवति यत् पृष्टवती, तत्र कार्यवाहिनी, तत्र तदपि दोषः, तदपि दोषः अस्ति. तत्र प्रातिपदिकमस्ति कार्यवाहिनी एव, इकारात् नकारात् नास्ति. नकारात् पदं नास्ति इति कृत्वा सर्वे दृष्टवन्तः खलु पि डि एफ् मध्ये, तत्र दोषः अस्ति. कार्यवाहिनी स्त्रीलिङ्गे प्रातिपदिकमस्ति इकारान्तः, यथा विद्यार्थिनी, अतः तत्रापि अनतुं न स्यात्. अस्तु, अग्रे गच्छेम. इदानीं नूतनविषयः अस्ति, निजन्ताः. अत्रैव पश्येम. तत्र पि डि एफ् उद्घाटितः अस्ति, पि डि एफ् अत्रैव समीचीनम् अस्ति. निजन्ताः प्रेरणार्थकाः इति विषयः अस्ति. अत्र जगन्नाथः वदति, कृपया पठतु. पि डि एफ् प्रेरणार्थ पि डि एफ् वन् मध्ये वा? तदर्थं मया पत्रं प्रेषितमासीत्. राजेन्द्र महोदय पठतु कृपया. आम् आं महोदय, उपक्रमः तथा महोदय उपक्रमः सत्यम्. अध्यापकः पत्रं लिखति. अध्यापकः छात्रेण पत्रं लेखयति. उपरि निर्दिष्टे प्रथमे वाक्ये अध्यापकः स्वयं पत्रं लिखति, किन्तु द्वितीयवाक्ये छात्रः पत्रं लिखति. अध्यापकः तु छात्रं लेखनार्थं प्रेरयति. प्रथमवाक्ये क्रियापदं लिखति इति, द्वितीयवाक्ये क्रियापदं लेखयति इति. लेखयति इति यत् रूपम् अस्ति तत् निजन्तम् इति प्रेरणार्थकम् इति वा उच्यते. अत्र प्रथमवाक्यम् आसीत् अत्र पत्रम् अध्यापकः पत्रं लिखति. द्वितीयः अस्ति अध्यापकः छात्रेण पत्रं लेखयति. प्रथमे वाक्ये तु अध्यापकः स्वयं पत्रं लिखति, परन्तु द्वितीयवाक्ये सः छात्रं प्रेरयति, छात्रेण पत्रं लेखयति. तत् लेखयति इत्युक्ते निजन्त धातुः अस्ति. तत्र लिखति तु सामान्यधातुः आसीत् तत्र पूर्वं. लेख् इति यत् निजन्तम् इति प्रेरणार्थकम् इति वा उच्यते. महोदय, कुत्रचित् निजन्तधातुः निच् प्रति आगत्य तत् स्वार्थे अपि अस्ति, तत् यथा चोरयति. हा सत्यं, वदिष्यामि. अस्तु, इतः अग्रे जयन्ती भगिनी किमस्ति? आं महोदय, पठति. हा, उदाहरणानि पठति, लिखति, पतति इत्यादीनि क्रियापदानि वयं जानीमः एव. तेषां सर्वेषामपि धातूनां निजन्तरूपाणि कर्तुं शक्यते. यथा पठति, पाठयति भवति, लिखति, लेखयति, पतति, पातयति इत्यादीनि. प्रेरणार्थके प्रेरणार्थकप्रयोगे पठति, पाठयति भवति, लिखति, लेखयति, पतति, पातयति इत्यादय. हा, अत्र अर्थभेदः अस्ति वा पठति पाठयति? आम् अवश्यम्. अध्यापकः यत्र अध्यापकः पाठं पठति इति साधारणरूपं वा वक्तुं शक्यते वा? परन्तु प्रेरणार्थके अध्यापकः छात्रं पाठयति इत्युक्ते छात्रः छात्रं पठितुं प्रेरयति इति. आम् आमाम् इति अस्ति. अत्र अस्मिन्नेव विषये तत्रैव तत्रापि लिखितमस्ति अत्र पुस्तके पश्यन्तु एकवारम्. अयमेव विषयः आगच्छति तत्र द्विसप्ततितमे पुटे, त्रिसप्ततितमे पुटे अस्ति. स्पष्टं स्यात् किन्तु भवती एव पठतु अत्र त्रिसप्ततितमेपुटे तत्र अश्वः धावति तथा अवगच्छ अश्वः धावति अश्वारोही अश्वं धावयति प्रथमम् अश्वः धावति इति साधारणरूपं क्रियापदस्य यः अश्वे आरूढः अस्ति अस्तु अस्तु वाक्यद्वये अपि अश्वस्य धावनम् इति समाना क्रिया तर्हि भेदः कुत्र साधु उक्तं प्रथमे वाक्ये अश्वः स्वयं धावति द्वितीये वाक्ये अश्वः धावति परन्तु अश्वारोही अश्वं धावनार्थं प्रेरयति इति अस्ति अस्तु समीचीनमस्ति इदानीम् अग्रे मीना भगिनी अग्रे पठतु अन्यत् अन्यत् उदाहरणं छात्रः पत्रं लिखति अध्यापकः छात्रेण पत्रं लेखयति वाक्यद्वये अपि पत्रलेखनम् इति समाना क्रिया प्रथमे वाक्ये छात्रः स्वयं पत्रं लिखति द्वितीये वाक्ये छात्रः पत्रं लिखति परन्तु अध्यापकः छात्रं लेखनार्थं प्रेरयति एतयोः उदाहरणयोः धावति लिखति इति क्रियापदे तत् सदृशानि पठति हसति शृणोति इत्यादीनि क्रियापदानि वा अस्माकं परिचितानि एव धावयति लेखयति इति क्रियापदे तु ततः भिन्ने स्तः एतादृशानि प्रेरणार्थकानि क्रियापदानि निजन्तानि निच् प्रत्ययः अन्ते अस्ति इति उच्यन्ते धावति लिखति इत्यादीनि अणिज्यन्तानि इति उच्यन्ते समीचीनमस्ति जयन्ति भगिनी तत्र अणिजन्तरूपमिति अथवा स्वार्थे अणिजन्तरूपाणि इति वक्तुं शक्नुमः अस्तु बहु समीचीनमस्ति इदानीं अग्रे रविप्रकाशमहोदय तत् प्रथमवाक्यं सरला पाठम् आम् महोदय एतानि वाक्यानि उच्चैः पठत तथा अवगच्छत सरला पाठं पठति शिक्षकः सरलां पाठं पाठयति अत्र भेदः कः प्रथमवाक्ये सरला स्वयं पाठं पठति द्वितीयवाक्ये शिक्षकः सरलां पठितुं प्रेरयति हा बहु समीचीनमस्ति अस्तु अस्मिन् पाठे भागत्रयमस्ति निजन्तविषये भागत्रयमस्ति प्रथमतया अणिच् इति प्रत्ययः तस्य अर्थः कः इदानीम् अस्माभिः बुद्धमस्ति तस्य अर्थः कः इति बुद्धः अणिच् इति प्रेरणार्थे भवति कुत्रचित् स्वार्थे अपि अस्ति अग्रे अत्र करपत्रे प्राप्स्यामः तर्हि प्रथमतया णिच् प्रत्ययस्य अर्थः कः इति ज्ञातव्यमस्ति द्वितीयमस्ति रूपं नाम तत् रूपं कथमस्ति यतोहि सर्वत्र शैली समाना अस्ति इति नास्ति एतदर्थं किञ्चिदपि बोध्यमस्ति अनन्तरम् अपि च तत्र पदव्यवस्था इति ज्ञातव्या अस्ति नाम कुत्र परस्मैपदी कुत्रचित् कुत्र आत्मनिपदी इति विषयः अन्ततो गत्वा प्रयोगः यतोहि अत्र सरलपाठं पठति शिक्षकः सरलां पाठं पाठयति अत्र प्रयोजकः अपि च प्रयोज्यः इति पदद्वयम् अवगन्तव्यमस्ति प्रयोजकः प्रयोज्यः यः प्रेरयति सः प्रयोजकः यः प्रेरितः अस्ति सः प्रयोज्यः तर्हि यत्र निजन्त तिङन्तपदमस्ति निजन्तदातु अस्ति तिङन्तपदं पाठयति तत्र प्रयोजकर्ता अस्ति प्रयोजककर्ता अस्ति प्रयोज्यकर्ता अस्ति इति पदद्वयमस्ति प्रयोजक प्रयोजककर्ता प्रयोज्यकर्ता इति कर्ताद्वयमस्ति. तत्र प्रयोज्यस्य यः प्रेषितः भवति तस्य का विभक्तिः इति तृतीयविषयः, अद्यतनविषयः अद्यतनविषयः नास्ति, अग्रे गत्वा पठिष्यामः. कुत्रचित् तस्य द्वितीयविभक्तिः भवति, कुत्रचित् तृतीयविभक्तिः अस्ति. अत्र शिक्षकः सरलां पाठं पाठयति अस्मिन्, तत्र सरला भगिनी वदतु स्वयं सरला भगिनी, अत्र प्रयोज्यकर्ता इति किं पदम्? प्रयोज्यकर्ता प्रथमा विभक्ति अकारान्तशब्दः अस्ति, शिक्षकः सरलां. अत्र शृणोतु, अत्र प्रयोज्यकः अस्ति, प्रयोजकः अपि च प्रयोज्यः. प्रयोजकः प्रेरयति, प्रयोज्यः प्रेरितः अस्ति. द्वितीयं पठतु कृपया भगिनी. छात्रः विद्यालयं गच्छति, पिता छात्रं विद्यालयं गमयति. अत्र कः करोति, कः कारयति, अत्र कः कः प्रेरयति, कः प्रेरितः? पिता प्रयोजक अस्ति, छात्रं भवति प्रयोजय प्रयोज्य छात्र प्रेरय पिता प्रेरयति छात्रं. तर्हि अत्र प्रयोजकः इत्यस्य सर्वदा प्रथमा विभक्तिकत्वम् अस्ति, पिता. प्रयोज्यस्य कुत्रचित् द्वितीया विभक्तिकत्वं भवति, कुत्रचित् तृतीया विभक्तिकत्वं भवति. यथा अत्र प्रयोज्यस्य का विभक्तिः? द्वितीया. पिता छात्रं विद्यालयं गमयति इति छात्रमिति द्वितीया विभक्तौ अस्ति. किन्तु बालकः कार्यं करोति, इदानीं पिता इति बालकः कार्यं करोति, इदानीं पिता इति जगन्नाथमहोदय वदतु. पिता क्षम्यतां, पिता बालकं बालकेन कार्यं करोति, करोति बालकं कारयति. इति अस्ति भेदः. अत्र पिता छात्रं विद्यालयं गमयति, किन्तु तत्र पिता बालकेन कार्यं कारयति इति अन्तिमविषयः, अद्यतनविषयः नास्ति. तत्र प्रयोगः कुत्र तृतीयविभक्तिः, कुत्र द्वितीयविभक्तिः, तत्र कानिचन सूत्राणि सन्ति. इदानीं प्रथमतया णिच् इत्यस्य अर्थः अपि च रूपम्, इत्युक्ते पदव्यवस्था अपि च तत्र कथं भवति रूपम्. अत्र निजन्ते, तत्र पी डी एफ़् मध्ये लिखितमस्ति, निजन्ते पदव्यवस्था, निजन्ते पदव्यवस्था इति रविमहोदय कृपया पठतु. पी डी एफ़् मध्ये सत्यं निजन्ते पदव्यवस्था. निजन्ते पदव्यवस्था प्रायः ऋणिजन्ताः उभयपदिनः, केचनैव धातवः केवल परस्मैपदिनः, उभयपदीनाम् अपि परस्मैपदीरूपम् अस्ति. एवम् इत्यतः ऋणिजन्ताः सर्वत्र परस्मैपदित्वेन प्रयुक्ताः, यत्र कुत्रापि दोषस्य अवकाशः न भवति. स्वार्थे आत्मनेपदिनः अपि धातवः प्रेरणार्थे ऋजन्ते परस्मैपदैरूपम् अर्हन्ति. अतः स्वार्थे यः आत्मनेपदी भवति सः धातु प्रेरणार्थे अपि आत्मनेपदित्वेन एव प्रयोक्तव्यः इति भ्रान्तिः मास्तु. स्वार्थे तु वयम् आत्मनेपदित्वं परस्मैपदित्वं वा निर्णयामः, अभ्यासबलात् प्रेरणार्थे तु सर्वत्र परस्मैपदी रूपप्रयोगः सौलभ्याय दोषरहिताय च. हा, तस्य अर्थः कः? धात्वः उभयपदी सन्ति. उभयपदिनः सन्ति. उभयपदिनः सन्ति प्रायः आधिक्येन. केचन एव परिगणिताः धातवः सन्ति ये केवलपरस्मैपदिनः, आधिक्येन उभयपदिनः सन्ति. अस्तु, अग्रे. किन्तु स्वार्थे सर्वत्र परस्मैपदीरूपमेव अस्ति. स्वार्थे न, किं लिखितमस्ति? स्वार्थे आत्मनेपदिनः अपि धातवः प्रेरणार्थे अणिजन्ते परस्मैपदीरूपम् अर्हन्ति. अतः स्वार्थे यः आत्मनेपदी भवति सः धातुः प्रेरणार्थे अपि आत्मनेपदीत्वेन एव प्रयोक्तव्यः इति भ्रान्तिः मास्तु. तस्य अर्थः कः? तस्य तत्र भ्रान्तिः अस्ति. आत्मनेपदी धातु ते अपि प्रस्मैपदीरूपमेव युक्तमस्ति. आत्मनेपदीरूप अयुक्तं नाम धातुः स्वार्थे आत्मनेपदी अस्ति इति कारणतः प्रेरणार्थे अपि आत्मनेपदी एव इति नास्ति. उदाहरणार्थं बालसुब्रह्मण्यं वदति तत्र अग्रे. स्वार्थे प्रेरणार्थे अत्र उदाहरणानि सन्ति. पि डि एफ् नास्ति वा? किञ्चित् अस्तु. पद्मा भगिनी अस्ति वा? हा महोदय. अत्र पठति पाठयति उदाहरणं दत्तमस्ति. न अग्रे अग्रे लिखितं स्वार्थे प्रेरणार्थे किमस्ति अत्र? स्वार्थे वर्धते, प्रेरणार्थे वर्धयति. इत्युक्ते स्वार्थे तत्र विद् धातुः, तत्र आत्मनेपदी धातुः, वर्धति इति नास्ति एव, वर्धते. तथा सत्यपि प्रेरणार्थे वर्धयति इति. समीचीनम् महोदय. एकः सन्देहः, वर्धयते इति इति अपि अस्ति. अत्र किं दत्तमासीत्? इदानीं रविमहोदयेन यत् पठितमस्ति तत्र लिखितमस्ति यत् स्वार्थे तु वयम् आत्मनेपदित्वं परस्मैपदित्वं वा निर्णयामः अभ्यासबलात्. तत्र कानिचन सूत्राणि अधोभागे दत्तानि सन्ति यत्र केवलं परस्मैपदत्वमस्ति. प्रेरणार्थे तु सर्वत्र परस्मैपदिरूपप्रयोगः सौलभ्याय दोषराहित्याय च. इत्युक्ते कुत्रचित् परिगणितेषु धातुषु आत्मनिपदत्वं प्रेरणार्थे न भवति, किन्तु सर्वेषां धातूनां प्रेरणार्थे परस्मैपदत्वम् अस्ति इति कृत्वा यदि सदा वयं परस्मैपदीरूपेण उपयुज्महे तदा न कदापि दोषः. बहुत्र आधिक्येन उभयत्र प्रयोक्तुं शक्नुमः. आधिक्येन, किन्तु केषुचिदेव स्थलेषु यत्र आत्मनिपदत्वं न भवति प्रेरणार्थे, तस्य निवारणार्थं, तस्य दोषस्य निवारणार्थं सर्वत्र यदि संस्कृतभारत्याः तत्र सूचना अस्ति यत् एतादृशप्रयोगः भवति चेत् अस्माकं दोषः न कदापि स्यात्, सत्यमपि अस्ति. तर्हि वर्धते इति पद्मावगणि पठतु, वर्धते वर्धयति, अग्रे वन्दते वन्दयति, प्रकाशते प्रकाशयति, उङ्गयते उङ्गयति, इत्यादः इत्यादयः. उण्डयते उण्डायति, क्षम्यताम्, उड्डायते उड्डायते इति अस्ति. अस्तु, समीचीनमस्ति. तर्हि इति एकमस्ति, परस्मैपदित्वेन प्रयुज्महे चेत् तत्र न कोऽपि दोषः. अस्तु, इदानीम् अस्य रूपं किम्, अस्य रूपं किं भवति इति अग्रे किञ्चित् पश्येम. इदानीं पद्मभगिनी रञ्जनमहोदय, सुमित्राभगिनी पठितुमिच्छति वा? आं महोदय, अभ्यासः. उदाहरणम् अनुसरतः अधः सूचितानां क्रियापराणां निजन्तरूपाणि लिखत, प्रेरणार्थकरूपाणि. उदाहरणमस्ति हसति हासयति, दहति दाहयति, चलति चालयति, सत्यम्, अटति आटयति, नश्यति नाशयति, नाशयति नाशयति, समीचीनं, नाशयति. अस्तु, बहु समीचीनमस्ति. अग्रे अखिला भगिनी, अग्रे. नश्यति, खनति, नाशयति इति नाशयति, अग्रे खनति, खनति खानयति, वदति वादयति, भ्रमति, क्षम्यतां महोदय, भ्रमति भ्रामयति, स्मरति स्मारयति, वदति वादयति, नयति नयति नाययति, नश्यति अपि नश्ययति इति रूपं वा? न न न न, नाशयति. किन्तु अत्र भ्रमति इत्यस्य भ्रमयति, न तु भ्रामयति. भ्रमति इत्यस्य भ्रमयति. नायति भावयति. अस्तु, विद्याभगिनी, अग्रे. त्यजति त्याजयति, शेते शाययति, खादति खादयति, धावति धावयति. सुब्रह्मण्यमहोदय, अग्रे. आं महोदय, विकसति, अत्र विकासयति, संहरति संहारयति, सत्यं, करोति कारयति, जागर्ति जागरयति, सत्यं, बिभेति. अस्तु, अन्य कोऽपि अत्र बिभेति इति, राजेन्द्रमहोदय वदतु. बिभेति बिभेयति, बिभेति किञ्चित् भिन्नमस्ति. सरला भगिनी वदतु. बिभायति, बिभेति न, रविप्रकाशमहोदय वदतु. बिभेति बिभ्यति, रविप्रकाश महोदय अस्ति तत्र प्रायः द्वित्वं नास्ति रविमहोदय इति न रविप्रकाशमहोदय अस्ति वा अस्ति महोदय क्षम्यतां म्यूट् मध्ये अस्ति बिभेति बिभेति विभायति अत्र अत्र किं किं किमर्थम् अस्माकं भ्रमः सञ्जायते इति चेत् वस्तुतः अस्य कस्यापि धातोः प्रेरणार्थ प्रेरणार्थक तिङन्तरूपम् इत्यस्य अनुमानस्य अनुमानार्थम् अस्माभिः धातुः ज्ञातव्यः अस्ति तदर्थम् इदानीम् एतावता अस्माभिः गतमस्ति अत्र प्रदर्शनार्थं यत् अस्य धातोः कः तदा तदाधारेण वस्तुतः रूपं भवति न तु तत्र लट्लकारे किमस्ति बिभेति अत्र धातुः अस्ति धातुः अस्ति भी धातुः भी भी धातोः अत्र इदानीं वयं पश्यामः कथमस्ति भी धातोः भाययति इति अस्ति भाययति बिभेति लट्लकारः तत्र णिजन्तरूपमस्ति भाययति भायति अस्तु अग्रे रविप्रकाशमहोदय अग्रे विस्तृणोति अत्रापि तादृश अत्रापि तादृशसमस्या अस्ति धातुः विस्तारयति अत्र स्त्रीधातुः अस्ति विस्तारयति धरति धारयति गृह्णाति ग्राहयति अत्र धातुः अस्ति गृहधातुः गृह गृह गृह इति न गृहधातुः गृहधातुः ग्राहयति इति अस्ति तर्हि अत्र केचन नियमाः सन्ति धातुः प्रथमम् अस्ति यद् धातुः ज्ञातव्यः अस्ति नितरां धातुः न जानीमः चेत् तत्र किमपि कर्तुं न शक्नुमः अत्र बहुत्र तत्र लट्कारे मध्ये विकरणपतयः विकरणप्रत्ययः अस्ति अत्र विस्तृणोति अत्र णोति तत्र विकरणप्रत्ययस्य कारणतः अस्ति अत्र बिभेति इति रुदादिगणे अस्ति इति कृत्वा न ज्योत्यादिगणे अस्ति इति कृत्वा तत्र द्वित्वं भवति द्वित्वमस्ति किन्तु यत्र णिच् अस्ति णिच् तत्र धातुगणम् अनुसृत्य नास्ति तत्र सामान्य तत्र स्वार्थे अत्र अणिजन्तरूपं धातुगणमनुसृत्य तत्र निर्माणं भवति लट्लकारस्य रूपं धातुगणमनुसृत्य किन्तु दशधातुगणाः सन्ति खलु किन्तु यत्र अणिजन्तरूपमस्ति तत् धातुगणस्य न कोऽपि सम्बन्धः न कोऽपि सम्बन्धः तस्य कारणमस्ति यद् अणिच् प्रत्ययः आडुदातकप्रत्ययः अस्ति न तु सावधातकप्रत्ययः ये अस्माकं धातुपाठे पठन्ति ते तु अवगच्छेयुः अत्र आडुदातकप्रत्ययः अस्ति इदानीं रूपं कथं भवति इति किञ्चित् अवगन्तव्यमस्ति यतोहि कुत्रचित् वृद्धिः कुत्रचित् गुणः अत्र एतद् अस्य कृते अस्माकं करपत्रमस्ति इदानीं करपत्रम् आयातु अत्र प्रेरणार्थे एणिच् परिचयः इति यत्र पी डि एफ़् आसीत् तत्र प्रेरणार्थे एणिच् परिचयः अस्ति वा जयन्ती भगिनी पठति वा नमस्ते महोदय अहं मेहुल अस्मि अहं केवलं शृणोमि अस्तु अस्तु स्वागतं महोदय बहु समीचीनमस्ति जयन्ती भगिनी अस्ति वा करपत्रं तत्र सङ्गणके भगिनी हरि ओम् क्षम्यतां म्यूट् मध्ये अस्तु प्रेरणार्थे निच् परिचयः निच् प्रत्ययः मुख्यतः अर्थद्वये भवति स्वार्थे प्रेरणार्थे च चुरादिगणे निच् प्रत्ययः भवति यथा चोरयति क्षालयति प्रेषयति कथयति इत्यादीनि रूपाणि तत्र निच् प्रत्ययः स्वार्थे अस्ति इत्युक्ते धातोः एव अर्थपोषणं करोति निच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. निच् प्रत्ययः प्रेरणार्थे अपि भवति. प्रायः सर्वेभ्यः धातुभ्यः निच् अस्मिन् अर्थे भवति. यथा पठति पाठयति, अत्र पठनार्थं प्रेरयति. एतादृशेषु प्रयोगेषु प्रेरणार्थः निच् प्रत्ययात् आगतः. निच् प्रत्ययस्य परिचयः अस्ति अत्र. निच् प्रत्ययः स्वार्थे अपि तु प्रेरणार्थे भवति. स्वार्थे इत्युक्ते पठति, गच्छति, लिखति इत्यादयः. प्रेरणार्थे पाठयति, गमयति इत्यादयः. परन्तु चुरादिगणे स्वार्थे सन्ति निच् प्रत्ययाः, यथा चोरयति, क्षालयति, प्रेषयति, कथयति इत्यादयः. किं महोदय? बहु सम्यक् अस्ति. स्वार्थे इत्युक्ते स्वयं करोति इति, तत्र प्रेरणार्थकरूपे नास्ति. सत्यं. चोरयति इत्युक्ते स्वयं चोरः चोरयति. वस्तुतस्तु तस्य प्रेरणार्थकरूपं समानमस्ति. अतः क्षालयति, चोरयति प्रेरणार्थे अपि अस्ति इति तदेव रूपमस्ति. निच् प्रत्ययः द्विवारं न भवति, एक एव वारं भवति. अत्र निच् अस्ति, तत्र निच् अस्ति, किन्तु एक एव वारं भवति. अतः इति कृत्वा सन्दर्भं दृष्ट्वा निर्णयः कर्तव्यः अस्ति. चुरादिगणे आधिक्येन स्वार्थे एव अस्ति, आधिक्येन. किन्तु कुत्रचित् सन्दर्भं दृष्ट्वा अवगन्तुं शक्नुमः यत् चोरि इत्युक्ते प्रेरणार्थे अस्ति, कुत्रचित् भवति, रूपं तदेव. किन्तु सामान्यतया अत्र स्वार्थे अस्ति. अस्तु, बहु सम्यक्, बहु सम्यक् अस्ति. अग्रे सुब्रह्मण्यं वदतु. अग्रे निचः. आं महोदय, निचः एकं वैशिष्ट्यं यत् अयं प्रत्ययः यदा विहितः तदा गणीया चर्चा नितरां नापेक्षिता. धातुः कस्मिन् अपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. पठति भ्वादिगणे, लिखति तुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे. परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव. येषां गणः अपि नास्ति एव. कस्मिन् गणे इति प्रश्नस्तु नैव उदेति. उदेति चेत् तस्य उत्तरं नास्ति. अत्र निच् प्रत्ययस्य विषये अत्र वैशिष्ट्यं किम् इति दत्तमस्ति. अत्र वैशिष्ट्यमस्ति यदा वयं निच् प्रत्ययः प्रेरणार्थे योजयामः तदा अत्र धातोः गणस्य विषये किमपि चर्चा न अपेक्षिता. धातुः कस्मिन्नपि गणे भवतु यत्र निजन्तरूपं साधयामः प्रेरणार्थे अत्र गणस्य कोऽपि सम्बन्धः एव नास्ति इति दत्तमस्ति. अत्र दृष्टान्ते दत्तमस्ति पठति इति भ्वादिगणे अस्ति, परन्तु तस्य निजन्तरूपं प्रेरणार्थे तु पाठयति इति भवति. लिखति इति तुदादिगणे अस्ति, तस्य निजन्तरूपं प्रेरणार्थे भवति लेखयति. क्षालयति इति चुरादिगणीयधातुः, क्षौ धातुः. अत्र तस्य निजन्तरूपं भवति क्षालयति एव. प्राप्नोति इति स्वादिगणीय तिङन्तरूपम्. अत्र आप् इति तस्य धातुरूपमस्ति. प्रापयति इति अत्र तस्य निजन्त स्वार्थार्थे भवति, क्षम्यतां प्रेरणार्थे भवति। सारांशः अस्ति, धातुः कस्मिन्नपि गणे भवतु, यदा वयं निजन्तरूपं प्रेरणार्थे साधयामः अत्र गणस्य चर्चा न भवति एव। सत्यं, बहु समीचीनमस्ति। अतः यथा अत्र दृष्टमस्ति प्राप्नोति, अत्र नो अस्ति प्राप्नोति। अत्र श्नु इति विकरणपतयः अस्ति, तत्र गुणः भवति प्राप्नोति प्राप्नुतः, नकारः सर्वत्र अस्ति, अत्र प्रापयति इत्यस्मिन् न भवति एव इति इदानीम् अस्माभिः अवगतं खलु। तत्र यथा बिभेति भाययति, तत्र द्वित्वमस्ति ज्योति आदिगणे, जुहोति बिभेति ददाति, किन्तु भाययति इत्यस्मिन् तादृशद्वित्वं न भवति, भि धातुः कृत्वा भाययति, विस्तृणोति इति अपि तथा यथा प्राप्नोति, किन्तु विस्तारयति। अस्तु, बहु सम्यक् अस्ति। तस्य समाधानम् अपेक्षितमस्ति, तदर्थं किञ्चित् पाणिनीयव्याकरणं ज्ञातव्यमस्ति। तत्र जानाति चेत् महान् तत्र महत्सौलभ्यमस्ति, महान् लाभः। अस्तु, अग्रे गच्छेम तर्हि, विद्याभगिनी अग्रे। प्रेरणार्थकनिच् सम्प्रति निजन्तरूपाणि कथं निर्मीयन्ते दृश्यन्ते च इति अवलोकनीयं। प्रेरणार्थकनिच् निचः व्यवस्था। औपदेशिकधातवः पाणिनीयधातुपाठे 1943 धातवः उपदिष्टाः सन्ति। उपदिष्टाः धातवः अतः एते औपदेशिकधातवः। येषां धातूनां धातुसंज्ञा भवति भुवादयो धातवः इति सूत्रेण। अत्र औपदेशिकधातवः इत्युक्ते किम् इति अस्ति। पाणिनीयधातुपाठे 2000 धातवः सन्ति। ते औपदेशिकधातवः इति, साक्षात् धातुपाठे एव सन्ति इति कृत्वा ते औपदेशिकधातवः इति वदामः। येषां धातूनां धातुसंज्ञा भवति भुवादयो धातवः इति सूत्रेण, इत्युक्ते भू आदयः येषां ते भुवादयः धातवः इत्यनेन धातुसंज्ञा भवति तेषाम्। अग्रे आतिदेशिकधातवः उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा इतोपि असङ्ख्याः धातवः सन्ति। एते धातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः, यथा पट् योगः निच्, पाटी योगः शप् योगः ति, पाठयति। अत्र पाटी इति नूतनधातुः निर्मितः। निच् प्रत्ययस्य योजनेन चोरी इव यावन्तः धातवः सृष्टाः ते सर्वे सनाध्यन्ता धातवः इति सूत्रेण धातुसंज्ञकाः। अत्र आतिदेशिकधातवः इत्युक्ते किम् इति अस्ति। प्रथमं वयं दृष्टवन्तः औपदेशिकधातवः इत्युक्ते किम्। अत्र ये धातवः औपदेशिकधातवः न सन्ति परन्तु ते अस्माभिः निर्मिताः सन्ति, ते आतिदेशिकधातवः इति वदामः। यदि अत्र उदाहरणार्थं पट् इति अस्ति, पट् इति भुवादिगणे अस्ति। अत्र निच् प्रत्ययस्य योजनेन अत्र निच् पाटी इति, निच् इत्यस्मिन् केवलम् इकारः एव अवशिष्यते, पाटी इति नूतनधातुः निष्पद्यते। तदनन्तरं यदि पाटी इति नूतनधातु तत्र धातुतः तिङ् प्रत्ययः विहितः भवति, तत्र मध्ये शप् इति विकरणप्रत्ययः आयाति, तर्हि तत्र पाठयति शप् इत्यस्मिन् केवलम् अकारः एव अवशिष्यते, तत्र पाठयति इति नूतन तिङ्गन्तपदं निजन्तरूपं निष्पद्यते। अत्र पाटी इति नूतनधातुः अस्ति। एते आतिदेशिकधातवः अत्र सनाध्यन्ता धातवः इति सूत्रेण तेषां धातुसंज्ञा भवति। हा, समीचीनमस्ति। तर्हि नाम आहत्य सामान्यधातवः पठ, लिख, भू इत्यादयः सामान्यधातवः, तत्र औपदेशिकधातवः सन्ति, पाणिनिना उपदिष्टाः धातवः। अस्माभिः निर्मिताः धातवः आतिदेशकधातवः सन्ति, यथा पठ् किन्तु पाठि, लिख् किन्तु लेखि इति कृत्वा तत्र पठ् लिख् इति द्वौ धातू औपदेशकधातुः स्तः, किन्तु पाठि लेखि इति आतिदेशकधातुः स्तः। अस्तु, समीचीनमस्ति इति तावत्। अस्तु, अत्र एकः प्रश्नः महोदय। आम्, सर्वे अनौपदेशिकधातवः वयं सनाद्यन्तधातव इति वदामः वा? न न, अनौप नाम आदिदेशिकधातवः वा? ये धातवः उपदेष्टा न सन्ति ते सर्वे आतिदेशकधातवः सन्ति, केवलं निर्जन्ताः इति न। तत्र द्वादशधातुप्रत्ययाः सन्ति, येषां धातुभ्यः उपदेशकधातुभ्यः संयोजनेन नूतनधातुः सृष्टः भवति, यथा णिच् सन् अपि अस्ति, एवं रीत्या यङ् सन् अणिच् इत्यादयः द्वादशधातुप्रत्ययाः सन्ति, येषां संयोजनेन उपदेशकधातुभ्यः नूतनधातुः सृष्टः भवति, नूतन तत्र आदिदेशकधातुः इति उच्यते। इति अस्ति, अस्तु, समीचीनमस्ति। तर्हि बालसुब्रह्मण्यं, तत्र सङ्गणके इदानीमपि समस्या वा? सम्यक् अस्ति। अस्तु, हेतुमति च इति सूत्रम् अस्य सर्वस्य पठनस्य आवश्यकता नास्ति अस्मिन् वर्गे, किन्तु आरम्भे किम् अस्ति इति पश्यतु। हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाचे धातोर् णिच् स्यात्, णिच् विधायकं सूत्रम्, अनुवृत्तिसहितसूत्रं पठामि वा? अस्तु, पठतु। अनुवृत्तिसहितसूत्रं, हेतुमति च धातोः णिच् प्रत्ययः परश्च। अनेन सूत्रेण किं भवति? हेतुमति च इति सूत्रप्रकार प्रयोजक व्यापारे प्रेषण प्रेषणाद वाच्ये धातोः णिच् प्रत्ययः रूपितं स्यात्। इत्युक्ते अत्र प्रेरणार्थे हेतुमति च इति सूत्रेण णिच् प्रत्ययः औपदेशिकधातुभ्यः विधीयते, णिच् प्रत्यय विधायकसूत्रमस्ति इति हेतुमति च। अस्माकं व्याकरणं तत्र शास्त्रीव्याकरणवर्गे एतत् सर्वं पठिष्यामः, अत्र मास्तु, तावदेव परिचयः, समीचीनमस्ति। अस्तु, अस्तु, तर्हि भवानेव महोदय अग्रे। तिङन्तरूपस्य साधनार्थं सोपानत्रयं सोपानत्रयं प्रथमः धातुः योग णिच् प्रत्ययः णिच् निमित्तकम् अङ्गकार्यं द्वयोः संयोजनेन णिजन्तधातुः लिक् धातुः योग णिच् लेखि इति णिजन्तधातुः अस्ति, णिजन्तधातुः लेख् इति औपदेशिकधातुः, अनन्तरं णिच् इति विधीयते हेतुमति च इति सूत्रेण, अनेन लेखि इति धातुः निष्पद्यते। अग्रे णिजन्तधातुः योग षप् विकरणप्रत्ययः षप् निमित्तकम् अङ्गकार्यं द्वयोः संयोजनेन नूतनमङ्गं लेखि इति लेखि योग षप् विकरणप्रत्ययः सो लेखय इति अङ्गम् इति अङ्गं लेखि अङ्गम् तृतीयः अङ्गं तृतीयसोपानम् अङ्गं योग टिङ् प्रत्ययः चिङन्तरूपं लेखय योग तिङ्प्रत्ययरूपं ति लेखयति इति तिङन्तरूपम् अन्तिमरूपम्. हा, बहु समीचीनमस्ति महोदय. एकनिमिष, अत्र इकार कथं कथम् आयाति? लेखि इति कथम् आयाति? पुष्पा भगिनी इति वा? अत्र अणिच् इति प्रत्यये अणकारचकारयोः इति संज्ञा लोपश्च ईकारः अवशिष्यते. अत्र तत्तु योगः इ तु अस्ति न? लेखि योगः इ अणिच् अणिच् प्रत्यये ईकारः अवशिष्यते. हा, इदानीम् अग्रे द्रक्ष्यामः, अग्रे द्रक्ष्यामः. तर्हि एकं वदामि, एवमेव वदामि. अत्र शप् निमित्तिकं सर्वेषाम् अवधानं भवेत्. अत्र निमित्तकम् इति नास्ति, निमित्तिकम् ईकारः अस्ति, निमित्तिकम्. अत्र कश्चन ठक् प्रत्ययः भवति, अत्र निमित्तिकम् इति इक इक इति अस्ति, निमित्तिकम्. बहुत्र एतादृशप्रयोगः भवति, निमित्तिकम्. अस्तु, बहु समीचीनमस्ति. अग्रे गच्छेम. तर्हि स्थूलरूपेण सोपानानि इमानि सन्ति. धातुः निर्मातव्यः अस्ति, अनन्तरम् अङ्गं निर्मातव्यमस्ति, अनन्तरं तिङ्गन्तरूपं भवति. लेखि लेखय लेखयति. हा, अत्र वैशिष्ट्यमस्ति, नाम प्रथमतया धातुः औपदेशिकधातुः ज्ञातव्यः अस्ति, अनन्तरं निजान्तदातुः कः. निजान्तदातुः सर्वे निजान्तदातवः इकारान्ताः सन्ति. धातोः अन्ते इकारः णिच् इति भवति एव, सर्वेषाम् अन्ते लेखि पाठि भावि इति सर्वत्र इकारः अस्ति अन्ते णिच् इत्यस्य प्रभावेन. तर्हि अत्र स्थूलरीत्या यत्र विशिष्टकार्यं भवति तत्र त्रीणि प्रमुखसूत्राणि सन्ति, इदानीं पुरतः सन्ति, अस्माकं पुरतः त्रीणि सूत्राणि सन्ति. अत्र अखिला भगिनी पठतु कृपया. महोदय, अत्र अङ्ग इत्युक्ते किम्? अङ्गकार्यम्. हा हा हा हा, सत्यं सत्यम्, अङ्गम्. अत्र अङ्गम् इति यत्र कुत्रापि व्याकरणविषये यत्र कुत्रापि कश्चन प्रत्ययः भवति, प्रत्ययः धातुभ्यः विधीयन्ते प्रत्ययाः, अपि च तत्र धातुभ्यः विधीयन्ते, नामपदेभ्यः विधीयन्ते प्रत्ययाः, बहुत्र विधीयन्ते. यत्र यत्र प्रत्ययः, अनन्तरं यः भागः अस्ति प्रत्ययः, तस्मात् पूर्वं यः भागः अस्ति, तत्र नामपदं भवतु, नाम धातुः भवतु, नाम यत्किमपि अस्ति, तस्य नाम क्रियते अङ्गम्. अङ्गं, तर्हि अङ्गं योगः प्रत्ययः इति तादृशं पाणिनेः नामकरणमस्ति अङ्गम्. तर्हि वस्तुतः यथा लिख् योगः णिच्, इदानीं णिच् इति कस्य प्रत्ययः अस्ति, अतः लिख् केवलं धातुः इति न, अपि तु अङ्गमपि अस्ति, यतोहि तदनन्तरं प्रत्ययः कश्चन अस्ति णिच्. तर्हि लिख् योगः णिच् लेखि इति, अत्र लिख् इत्यस्य धातुसंज्ञा अपि अस्ति, अङ्गसंज्ञा अपि अस्ति. तर्हि किन्तु विशेषतः अत्र अस्मिन् प्रसङ्गे तिङ् इति तिप्तस् जि इति तत्र गच्छति गच्छतः गच्छन्ति इति तिप्तस् जि इति प्रत्ययः सन्ति, एकवचने द्विवचने बहुवचने, तत्र नवप्रत्ययाः सन्ति, प्रथमपुरुषे मध्यमपुरुषे उत्तमपुरुषे त्रिषु वचनेषु इति कृत्वा नवप्रत्ययाः सन्ति, परस्मैपदी अपि च आत्मनेपदी पुनः. ये यत्र एते प्रत्ययाः विधीयन्ते विशेषतः तस्मात् पूर्वं यः भागः अस्ति तत्र अङ्गमिति वदामः, किन्तु केवलं तत्र इति न, यथा मया उक्तम् इदानीं लिक् योगः णिच् तत्रापि लिक् इति अस्य इति अङ्गमस्ति, यतोहि ततः अग्रे प्रत्ययः अस्ति. अस्तु महोदय, अस्ति लेखियोग यनसन्धि भूत्वा लेखि लेख् भवति न लेख्य अत्र अकार अपि अस्ति. अग्रे अग्रे अग्रे अग्रे करिष्यामः, एतत् सर्वम् अग्रे आयास्यति. अस्तु अस्तु अखिल भगिनी अग्रे. निच् प्रत्ययस्य कारणेन प्रमुखम् अङ्गकार्यम् अङ्गकार्यत्रयं सम्भवति. प्रथमम् अचोयणिति सम्पूर्णं पठनीयं वा अथवा प्रथम वाक्यमपि जानुवृत्तिसहितसूत्रं महोदय? सम्पूर्णमस्ति. अस्तु. हा, अचोयनिति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे. अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः ञिति. प्रेरणार्थकनिचि यथा नियोगः णिच् नञ्योगः इ नायि नायेति. तर्हि अचोयनिति इति सूत्रं वदति यत्र अजन्त अङ्गम् अस्ति, इत्युक्ते अङ्गम् अच् अजन् अङ्गस्य अन्तिमवर्णः अच् वर्णः अस्ति चेत् तत्र अन्तिमवर्णस्य वृद्धिः भवति यदा नित् अथवा नित् प्रत्ययः अनन्तरम् अस्ति चेत्. तर्हि तत्र यथा उदाहरणे अस्ति तत्र नञ्योगः इ इति अस्ति चेत् तत्र क्षम्यतां नियोगः णिच् इति अस्ति चेत् अत्र णि इत्यस्य वृद्धिः भवति तर्हि नञ् इति भवति. णिच् मध्ये तु तत्र इकारः एव अवशिष्यते तत्र अनुबन्धलोपानन्तरं, तर्हि नञ्योगः इ इदानीं एचोयवायावः इत्यनेन. तत्तु पर्याप्तं नास्ति, नियति णिच् इति तत्र सूत्रार्थम् अनुसृत्य तत्र. अस्तु, नियोगः णिच् इदानीं नी इति तत्र अजन्त अङ्गमस्ति, अजन्त अङ्गम् इत्युक्ते अत्र अङ्गस्य अन्तिमवर्णः अस्ति ईकारः यः अच्वर्णः अस्ति. तस्य अनन्तरं निच्छिति प्रत्ययः, निच्छिति प्रत्यये तत्र नकारः इत्संज्ञकः अस्ति इति कृत्वा निच्छिति प्रत्ययः नित् प्रत्ययः अस्ति. नित् इत्युक्ते तत्र नकारः इत् इति अस्ति चेत् तत्र नित् इति प्रत्ययः नकारः इत्यस्य सः इति नित् इति. तर्हि नियोगः णिच् इति स्थितौ तत्र अचोयनिति इति सूत्रस्य कार्यं. तर्हि इदानीम् ईकारस्य वृद्धिः भवति ऐ इति भवति, तर्हि नञ्योगः इ इति मुख्यम् इति एव मुख्यमस्ति अत्र. जयन्ति भगिनी अवचति वा अत्र नूतनं बहु किमपि अस्ति, नियति धातुः अस्ति दीर्घ ईकारान्त धातुः, अत्र अच् इत्युक्ते स्वरः खलु अच्. तर्हि अत्र नियति धातुः तत्र दीर्घ ईकारान्त धातुः इति कृत्वा अयं धातुः अजन्तः खलु. लिख् धातुः हलान्तदातुः अस्ति, नी धातुः अजन्तदातुः अस्ति. अपि च अङ्गमपि अस्ति इदानीम् अत्र धातुः केवलं धातुः इति न अपि तु अङ्गमपि अस्ति, यतोहि ततः अग्रे प्रत्ययः अस्ति णिच्. हा, तर्हि अत्र नि इति धातुरूपी अङ्गम् अजन्तम्. अपि च णिच् इति प्रत्ययः इदानीं कीदृशः, णिच् इति प्रत्ययः कीदृशः इति प्रश्ने सति अत्र अहं वर्गस्य अनन्तरं प्रश्नयिष्यामि. तत्र इत्संज्ञा इति किञ्चन प्रकरणमस्ति व्याकरणविषये. इत्संज्ञा केचन वर्णाः भवन्ति ये न तिष्ठन्ति, जानाति वा, अवगच्छति वा पूर्वमेव? जयन्ति भगिनी जानाति वा? अस्तु अस्तु. अत्र णिच् णिच् इति प्रत्ययः तत्र केवलं मध्ये स्तः मध्ये स्थितः इकारः तिष्ठति, णकारः अपगच्छति, चकारः अपि अपगच्छति. णकारचकारयोः किञ्चित् कार्यम् अस्ति, तेषाम् अर्थः अस्ति, तयोः अर्थः अस्ति, किन्तु अनन्तरम् अर्थं दत्त्वा अपगच्छतः. अणिच् प्रत्ययः केवलम् इकारः तिष्ठति, तथा तदर्थम् अग्रे लिखितमस्ति नञ् योगः इ, तत्र इ अणिच् अणिच् इत्यस्य स्थाने तत्र इकारः अवशिष्यते, केवलं तावदेव तावानेव भागः अवशिष्यते इ. नकारचकारयोः अपगमनं किमर्थं? तत्र इत् संज्ञाप्रकरणम् इति एकं प्रकरणं तत्र करपत्रं प्रेषयिष्यामि, तत् पठतु. तत्र णकारः इत् णकारस्य नामकरणं क्रियते इत्संज्ञकः, तस्य इत्संज्ञा यथा नी धातोः धातुसंज्ञा अङ्गसंज्ञा, तथा अणिच् प्रत्ययस्य णकारस्य इत्संज्ञा, इकारः दन्त्यतकारः इत्संज्ञा, चकारः चकारस्य अपि तथा. इत्संज्ञा यदा भवति तस्य अनन्तरं तस्य लोपः इति सूत्रेण द्वयोः लोपः भवति. तर्हि अत्र णिच् प्रत्ययस्य णकारः इत्संज्ञकः अस्ति इति कृत्वा बहुव्रीहिसमासं कृत्वा णकारः इत् यस्य सः णिच् इति णित् अस्ति. णिच् णकारः इत् यस्य सः इति णिच् प्रत्ययः णित् अस्ति, यतोहि तस्य णकारः इत्संज्ञकः. हा, तर्हि उपरि तत्र सूत्रे लिखितमस्ति अजन्ताङ्गस्य अन्त्यवर्णस्य, नाम तत्र नि इति धातोः ईकारस्य वृद्धिः भवति इ इत्यस्य स्थाने ऐ, इ इत्यस्य गुणः भवति ए, वृद्धिः भवति ऐ. तत्र तदर्थमपि पृथक्तया प्रशिष्यामि तत्र गुणः वृद्धिः इत्यादिकम्. अत्र इ इत्यस्य स्थाने वृद्धि आदेशः इति कृत्वा ऐ, कदा? यदा यः प्रत्ययः परः अस्ति स च प्रत्ययः अणित् अथवा ञित्. अत्र णिच् प्रत्ययः णित् अस्ति इति कृत्वा, इति कारणतः नि इत्यस्य ईकारस्य तत्र वृद्धिः भवति नञ्. णिच् इत्यस्मात् नकार इच्छकारयोः अपगमनम् इति कृत्वा इ अवशिष्यते, नञ् योगः इ इति तावत् अस्ति, तावदवगन्तव्यमस्ति इदानीम्. अस्तु महोदय, धन्यवादः. समीचीनं, सर्वे अवगतवन्तः खलु? जगन्नाथमहोदय स्पष्टं वा? हरि ओम् रविप्रकाशमहोदय, सर्वे अवगतवन्तः वा? अस्तु, समीचीनमस्ति. मीना भगिनी तु जानाति एव खलु? क्षम्यतां महोदय, म्यूट् मध्ये आसम्. अस्तु अस्तु, स्पष्टं जातमिति इति मन्ये. हा, तत्र नञ्योगः इ, नञ्योगः इ इति भवान् एव वदतु. नञ्योगः इति तत्र सन्धिः, तत्र वयं जानीमः इदानीं सन्धिकार्यमस्ति. किं सन्धिकार्यम्? क्षम्यतां, नञ्योगः यातवान्तसन्धि वा? सत्यं, बहु सम्यक्. सूत्रं किम्? एचोयवायावः इति सूत्रं तत्र एतत् सर्वं वयं पठितवन्तः, तस्य पुनस्मरणम् अपेक्षितमस्ति. सन्धिकार्यं पुनः न पठिष्यामः. अत्र नञ् योगः इ, यत्र तत्र आय् आदेशः भवति, ऐकारस्य स्थाने तत्र आय् आदेशः. हा, तत्र एचो युवायावः इति सूत्रं तत्र विद्याभगिनी स्मारयतु, अत्र किमस्ति निमित्तानि कानि? तत्र एच् प्रत्ययः अस्ति, तत्र ए ओ ऐ औ इति वर्णः, अनन्तरं तत्र अच् वर्णः अस्ति, अनन्तरं तत्र एचः स्थाने क्रमेण एकारस्य स्थाने ऐ, ओकारस्य स्थाने औ, ऐकारस्य स्थाने ऐ, औकारस्य स्थाने औ इति आदेशः भवन्ति यदि अच् प्रत्ययः अनन्तरम् अस्ति. प्रथमम् एच् प्रत्ययः अच् प्रत्याहारस्य कश्चन वर्णः अस्ति अनन्तरं. क्षम्यताम्. हा, सत्यम्, अच् प्रत्याहारे अत्र किमस्ति? नञ्योगः इ, नञ् योगः इ, नञ् इत्यस्मिन् ऐकारः अस्ति, एच् प्रत्याहारे अस्ति, अनन्तरम् इ इति अच् वर्णः इति कृत्वा तत्र एचोय वायावः इत्यनेन ऐ स्थाने आय् इति आदेशः भवति, तर्हि तत्र नाय् इति भवति, नाय् योगः इ नायि। सत्यं जयन्ति भगिनि, एच् प्रत्याहारे के के वर्णाः? एच् इच् प्रत्याहारे वा? प्रश्नः अवगतः खलु? आम् आम्, तत्र माहेश्वराणि सूत्राणि। आम् आम् आम्, अक्षराणि खलु, तानि अक्षराणि वदतु। ए इत्यस्मात् आरभ्य च पर्यन्तं कुत्र? ए ओ ऐ औ ह य व र ल। हा नाम ए अत्र ए ओ ऐ ओ, तत्र ए ओङ् ऐ ओच् इति पर्यन्तम्। अस्तु, ए ओ ऐ औच् इति। हा इति एच् प्रत्याहारः। अत्र नै नै इति जातमस्ति खलु, नै, अत्र ऐकारः एच् प्रत्याहारे अस्ति वा? ऐकारः अस्ति खलु ऐ इति। हा ऐ अस्ति, अपि च तदनन्तरम् अच् वर्णः अस्ति वा? इकारः न, प्रश्नः न अवगतः महोदय। अत्र नै योगः इ, अत्र नै योगः इ अस्ति खलु? आम्, नै इति तत्र ऐकारः एच् प्रत्याहारे अस्ति। एचोयवायावः इति सूत्रं वदति यत् पूर्वम् एच् प्रत्याहारे कस्य वर्णः, अनन्तरम् अच् प्रत्याहारे कस्य वर्णः। अत्र इकारः अच् प्रत्याहारे अस्ति वा? आम् अस्ति एव, अस्ति एव। तस्यां दशायाम् ऐकारस्य स्थाने ऐ आदेशः अस्तु, तत्र तत्र अच् सन्धिः अस्ति, स्वरसन्धिः स्वरसन्धिः अस्ति। वयं पठितवन्तः पूर्वं, तत्र करपत्रं ददामि। इति कृत्वा नायि इति अस्ति, तर्हि प्रथमतया सर्वत्र व्याकरणलोके सर्वत्र प्रथमतया अङ्गकार्यं, यत्र अङ्गमस्ति प्रत्ययः अस्ति, तदाधारीकृत्य यत् कार्यं भवति तस्य नाम अस्ति अङ्गकार्यं। नि इति धातुरूपी अङ्गमस्ति, णिच् इति प्रत्ययः अस्ति। णिच् इति वर्णनिमित्तकं कार्यं नास्ति, अपि तु प्रत्ययनिमित्तकं, यतोहि णिच् इति णिच् प्रत्ययरूपेण कार्यं कारयति इति कृत्वा अत्र अङ्गप्रत्यययोः सम्बद्धकार्यमस्ति। अतः इदं कार्यं नि अणिच् नै इ इति तत्र नै इति वृद्धिकार्यम् इति अङ्गकार्यम् इति वदामः, अङ्गकार्यं न तु सन्धिकार्यं। कार्यं कार्यस्य द्वैविध्यमस्ति, अङ्गकार्यं सन्धिकार्यम्, अङ्गकार्यं सन्धिकार्यम्। अत्र प्रथमतया सर्वत्र अङ्गकार्यं कुर्मः, अनन्तरं यदि सन्धिकार्यं सम्भवति तदपि क्रियते अनन्तरम्। अतः अत्र वृत्तिकार्यम् अङ्गकार्यम्, अनन्तरं वर्णनिमित्तिकं कार्यं, न तु अत्र इदानीम् इ इत्यस्य कारणतः ऐ स्थाने आय् इति यत् भवति तत् इदानीम् इ प्रत्ययरूपेण कार्यं कारयति इति न, अपि तु वर्णरूपेण इति कृत्वा सन्धिकार्यं न तु अङ्गकार्यम्। णिच् इति प्रत्ययः, इदानीम् इ इति वर्णः। तर्हि अङ्गकार्यम् अचोयनिति इति सूत्रेण ऐ आदेशः, ऐ क्षम्यतां विद्धिः, अनन्तरम् एचोयवायवः इति सन्धिकार्यं, वर्णनिमित्तिकं कार्यं, प्रत्ययनिमित्तिकं कार्यम्, अनन्तरं वर्णनिमित्तिकं कार्यम् इति कृत्वा अचोयनिति। अस्तु, समीचीनमस्ति। मीनभगिनी, द्वितीयं सूत्रम्। अथ उपधायाः, उपधायाम् अतः वृद्धिः ञिति निति प्रत्यये परे अनुवृत्तिसहितसूत्रम्। अङ्गस्य उपधायाः अतः वृद्धिः ञिति, उपधायाः वर्णः इति उपधा इत्युक्ते किम्? उपधा अन्तस्य अन्तिमवर्णः नास्ति, तत्पूर्वं यत् वर्णमस्ति अच्वर्णः अस्ति तदेव उपधायाः. न, अच् इति सर्वदा न, यः कोऽपि वर्णः अन्तिमवर्णात् प्राक् यः वर्णः तस्य नाम अस्ति उपधा, तस्य उपधासंज्ञा भवति. हल् भवितुमर्हति, अच् भवितुमर्हति. अत्र वृद्धिः इति अस्ति, अतः अच्वर्णः एव प्रसङ्गः. अच् वर्णस्य प्रसङ्गः, किन्तु उपधा इत्यस्य कथनेन अच् इत्यस्य इङ्गितम् इति किमपि नास्ति, तावदेव स्पष्टं भवेत्. गच्छामि. तर्हि उपधायाम् अतः, अतः इत्युक्ते अत्र अत्र मम बुभुक्षा अस्ति, अतः खादामि इति अर्थः वा? अतः बुभुक्षा अस्ति, अतः खादामि. तदर्थं न, अत्र तादृश अतः नास्ति खलु. सरला भगिनी, अस्य अर्थः कः? अतः तत् परकाल अस्ति, केवलम् अकार इति सूचयति. तत्परस्तत्कालस्य इति सूत्रेण यत्र यत्र स्वर अच्वर्णस्य अनन्तरं तकारः, व्याकरणविषये तकारः योज्यते चेत् तत्र ह्रस्व एव अथवा दीर्घ एव यथा स्थितिम् अस्ति, अत्र ह्रस्व अकारः इति दत्तः अस्ति, अकारस्य अनन्तरं तकारः अस्ति इति कृत्वा ह्रस्व अकारः एव न तु दीर्घः इति अर्थः. तर्हि अत् अत्र प्रातिपदिकमस्ति अत्, प्रातिपदिकमस्ति अत्, अत्र का विभक्तिः अस्ति सरला भगिनी वदतु? षष्ठीविभक्तिः अस्ति. षष्ठीविभक्तिः अस्ति. अत्र षष्ठीविभक्तिः अत्र अग्रे दत्तमस्ति खलु, दत्तमपि अस्ति, अतः षष्ट्यन्तम् इति दत्तमस्ति. षष्ट्यन्तं, षष्ट्यन्तम् इत्युक्ते इत्युक्ते स्थाने तत्र कार्यं भवति. तस्य स्थाने किं भवति अत्र? तत्र स्थाने अत्र वृद्धिसन्धि भवति, अकार सन्धि इति न, वृद्धि भवति, वृद्धि आदेशः, वृद्धि आदेशः भवति. उपधायाम्, उपधायां स्थितस्य अत् वर्णस्य वृद्ध्यादेशः भवति कदा? यदि ञति वा ऋति परे अस्ति, प्रत्यये परे. समीचीनमस्ति. अत्र अत्र उदाहरणमस्ति, राजेन्द्रमहोदय प्रदर्शितु उदाहरणम्. अत्र प्रेरणार्थक निचि यथा पठ योग निच् इत्युक्ते पाठि अन्तः भूत्वा गत्वा तत् पाठयति. अत्र किमस्ति, पठ अस्ति, तत्र उपधाया अवस्थायाम् अत् वर्णः अस्ति, ठकारस्य पूर्वम् उपधायाम् अत् वर्णः अस्ति, तत् यथा निच् प्रत्यय आगच्छति तत्कारणात् तत्र वृद्धिः भवति, आकारः आगच्छति, पाठ पाठयति. निच् प्रत्यय तु नकारस्य चकारस्य च संज्ञा भूत्वा लोपः भवति, ई एव अवशिष्यते. पाठयोग इ पाठि अनन्तरं यथा तिङ् प्रत्यय आगच्छति तत् तु गुणं भूत्वा पाठयति, पाठयति एवं भवति तत्र ति प्रत्यय आगच्छति. बहु सम्यक् अस्ति. तर्हि अत्र सर्वेषां कृते स्पष्टं स्यात् पठ तत्र पठ इति धातौ, पठ इति धातोः के वर्णाः सन्ति इति रविप्रकाशमहोदय वदतु, के के वर्णाः सन्ति रविप्रकाशमहोदय वदतु, अस्तु रविमहोदय वदतु। के के वर्णाः सन्ति पठ धातौ? पकार, अकार, प, अ, थ, अ, अकारः अनन्तरं पकार, अकार, थकार इति एव वर्णाः, त्रयः वर्णाः, पकारः, ह्रस्व अकारः, ठकारः, पकारः, ह्रस्व अकारः, ठकारः। उपधायां कः वर्णः अस्ति? अकार, अकारः, ह्रस्व अकारः, ह्रस्वकारः अत् अस्ति, तकारः अनन्तरम् इति कृत्वा ह्रस्वकारः एव इङ्गितः इति कृत्वा अत् वर्णः उपधायाम् अस्ति पठ्, पठ् धातौ। अनन्तरम् अणित् प्रत्ययः प्रत्ययः अस्ति वा, अणित् प्रत्ययः अनन्तरम् अस्ति वा? नाम अणिच् णित् अस्ति वा? णिच् अत्र णकारस्य इत्संज्ञा भवति, किञ्चित् किञ्चित् पाठनीयं भविष्यति अत्र, णकारस्य इत्संज्ञा अस्ति इति कृत्वा णिच् णित् अस्ति, णित् अस्ति, अणित् अणित् अस्ति इत्युक्ते णकारः इति यस्य सः इति बहुव्रीहिस्मासं कृत्वा तत्र णिच् णित् अस्ति, अतः उपधायाम् अतः वृद्धिः इति णिति प्रत्यये परे इति अत्र स्थितिः अस्ति। तदर्थं हा अत्र किं भवति कार्यम् अकारस्य स्थाने आकारः इति आकारः पाठी। तर्हि अत्र इदानीं सूत्रद्वयम् अस्माभिः परिशीलितं, समयः जातः, किन्तु अत्र तत्र अचोयनिति इत्यनेन अचोयनिति इत्यनेन यदि धातुः अजन्तः अस्ति अनन्तरं णिच् अस्ति अजन्तदातोः अजन्तदातोः तत्र अन्तिम अच् वर्णस्य विद्यादेशः भवति, विद्यादेशः। तदर्थं नि अणिच् यथा भू धातुः, भू भू इति अस्य दीर्घकारस्य वृद्धिः करोतु, वृद्धिः वृद्धिः मीना भगिनी वदतु, वृद्धिः भूदा उकारस्य दीर्घकारस्य वृद्धिः उकारस्य वृद्धिः औकारः, औकारः इति भौ, भौ इति भावि भावयति इति अणि इति तादृशमस्ति, भू इति तादृशमस्ति, यत्र कुत्रापि अन्ते स्वरः अस्ति तत्र वृद्धिः भविष्यति इति अचोयनिति इति सूचयति। द्वितीयं सूत्रम् अथ उपधायाः, उपधायां ह्रस्वकारः अस्ति चेत् तस्य वृद्धिः भवति, पठ् पाठयति, यत्र कुत्रापि उपधायां ह्रस्वकारः बहुत्र भवति। अनन्तरम् अन्तिमसूत्रम् अग्रिमे सप्ताहे परिशीलयिष्यामः, पुगन्तलुग्भस्य च, तत्र लिख् उपधायां ह्रस्व इक् वर्णः अस्ति चेत् तस्य गुणः भवति, लिख् लेख् लिख् लेख्। तर्हि नि नै पठ् पाठ् लिख् लेख् इति कृत्वा नायि इति धातुः, पाठि इति धातुः, लेखि धातुः। तदर्थं धातुः ज्ञातव्यः अस्ति खलु, यत्र सम्पादयितुम् इच्छामः तत्र धातुः कः इति आरम्भे ज्ञातव्यमस्ति अवश्यम् अस्माभिः, तत्र धातुः कः। अस्तु, बहु समीचीनमस्ति, इतः अग्रे अग्रिमे सप्ताहे सरेम। धन्यवादः सर्वेषां, नमस्कारः, नमस्कारः महोदय, धन्यवादः, धन्यवादः महोदय, धन्यवादः।